नमस्सर्वेभ्यः अस्माकं 23तमं भाषितसंस्कृतं वर्गं प्रति स्वागतम्। आदौ यथा प्रकारः ध्येयमन्त्रः। अहं किञ्चित् ध्येयमन्त्रं किं परिवर्तितवती, यतोहि आवश्यकमस्ति। तत्र नीता भगिनी, यस् मा नीता भगिनी पठतु, अहम् एकवारं पठिष्यामि, अनन्तरं भवत् पठतु। बुद्ध्याभयं प्रणुदति तपसा विन्दते महत्, गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति। बुद्ध्या भयं बुद्ध्या भयं प्रणदति तपसा बुद्ध्या भयं प्रणुदति बुद्धया भयं प्रणुदति बुद्धया मीन्स् then it will be buddha and ya, but over here dha and ya are together, so you have to say it also together, okay? Buddhya bhayam pranudati, buddhya bhayam pranudati, pranudati, why pranudati? Pranu means you will make the u long, but as is dirgha nasti kila hrasva asti, tari buddhya bhayam pranudati, बुद्ध्या भयं प्रणुदति प्रणुदति प्रणुदति नो इफ यू ब्रेक इट अप नो भगिनी वाई आई एम स्पेसिफिकली टेलिंग यू बिकॉज एज यू गो अहेड ओके दीज थिंग्स विल बिकम इम्पॉर्टेंट छंदस एक्सेट्रा सो इफ यू से प्रणुदति देन यू आर मेकिंग द नू लॉन्ग नू नो अस्ति नू सो pranudati immediately in that one this is which is there in that one syllable nu and dha should come together so buddhya bhayam pranudati if you say pranudati then the chandas breaks and the meaning also will become wrong because there is no word like pranudati pranudati okay ma'am buddhya bhayam pranudati practice it तपसा विन्दते महत् तपसा विन्दते महत् गुरुशुश्रूषया ज्ञानम् गुरुशुश्रूषया ज्ञानम् शान्तिं योगेन विन्दति शान्तिं योगेन विन्दति ॐ शान्ति शान्ति शान्तिः ॐ शान्ति शान्ति शान्तिः ॐ शान्ति शान्ति शान्तिः वाय बिकॉज दैट विसर्गः हैज टू बिकम हैज टू बी प्रोनाउंस्ड राइट आइदर यू टेल ओम शान्तिः शान्तिः शान्तिः और the visarga do a sandhi over there and say shanti shanti shanti okay yes ma'am anya kopi kartum ichhati vaktum ichhati kim can I tell yeah buddhya bhayam pranudati tapasa vindate mahat गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति ॐ शान्ति शान्ति शान्तिः उत्तमं धन्यवादः okay so now what does it mean how do we get this buddhya the pratipadikam pratipadikam is buddhih okay kopi vaktum ichhati kim vibhaktih ka iti buddhya buddhih iti pratipadikam buddhya vibhaktih ka tritiya uttam tritiya so by intellect by using one intellect it is understood using so by intellect bhayam pranudati which is the kriyapadam over here kriyapadam ka kim kshamata kriyapadam kim vindate ha vindate tari asti parantu buddhya bhayam pranudati atra pranudati pranudati so what is pranudatu pranudati pranudati means it goes away actually nudati is push so pranudati is it's scared away what is scared away bhayam fya bhayam napumsak lingi asti so with intellect fear goes away tapasa vindate mahat tapasa vibhaktihi ka iti vadantu कोऽपि वदतु तपसा हौ विल् यु नो तपसा इस् लैक् मनस् तपस् इस् लैक् मनस् वाट् ऐ हेव् डन् इस् ऐ हेव् एडेड् इन् द ग्रामर् लेसन् इट् इस् अ सकारान्तः नपुंसकलिङ्गशब्दः सो वै हर् ऐ हेव् एडेड् इट् सो वेन् यु सी मनसा तपसा then it is tritiya vibhakti kopi kah asti tatra ha kavita bhagini dhanyavadah anita bhagini vishalakshi bhagini cha bhagini dhanyavad padhatu drishyate kim padhatu मनः मनसौ मनस् मनस् मनसि अस्ति मनसि एकनिमिष एक्चुलि दिस् इस् नाट् अ स्लैड् इट्स् अ डाक्युमेण्ट् वन् मिनिट् क्षम्यता जस्ट् वन् मिनिट् ऐ जस्ट् इन्क्रीस् द अस्तु इदानीं दृश्यते सम्यक् दृश्यते किं मनः मनसि मनांसि मनः मनसो मनसि अगेन् अगेन् मनसो मनः मनसि मनांसि मनसा मनो मनोभ्यां मनोभ्यः मनोभिः मनोभिः हा मनोभिः मनसे मनोभ्यः मनसे मनोभ्यां मनोभ्यः मनसः मनोभ्यां मनोभ्यः मनसः मनसोः मनसां मनसि मनसोः मनसि मनस्सु मनस्सु मनस्सु ओके सो मनसा तपसा तपस् श्रेयस् आल् दीस् फालो द सेम् रूल् सो मन तपसा विच् सेक्रिफैसेस् बै सेक्रिफैसेस् विन्दते विन्दते कीदृशं पदम् या एण्ड् वाट् इस् इट् वाट् पार्ट् आफ् स्पीच् कीदृशं पदं विन्दते क्रियापदं क्रियापदं क्रियापदमस्ति सो बाय् बाय् सेक्रिफैस् एण्ड् बाय् पेनन्स् विन्दते महत् उभय महत् केन् मीन् द सुप्रीम् लार्ड् or it can also mean greatness if it is greatness it is an apumsakalinga shabda otherwise it is pumlinga kastu so by penance one attains greatness guru shushrushaya now I'll tell you the pratipadikam you tell me the vibhakti okay guru shushrushaya pratipadikam asti guru shushrusha guru shushrusha स्त्रीलिङ्गे अस्ति तृतीया विभक्ति मालावत् मालया तथा गुरुशुश्रूषा किम् अर्थः कः अर्थः अस्ति गुरुसेवा इति. गुरुसेवा, सो गुरुसेवया, गुरुसेवया बै डूयिङ्ग् गुरुसेवा और् बै सर्विङ्ग् द गुरु. किं लभ्यते? ज्ञानं लभ्यते, ज्ञानं लभ्यते. तत्र ज्ञानमपि नपुंसकलिङ्गे अस्ति. शान्तिं योगेन विन्दति, शान्तिं योगेन विन्दति. शान्तिः इति त्रिलिङ्गे अस्ति, शान्ति प्रातिपदिक, शान्तिः इति प्रथमा विभक्तिः. तर्हि शान्तिं विभक्तिः का? द्वितीया, द्वितीया विभक्ति. योगेन, योगः इति प्रथमा विभक्ति, योग इति प्रातिपदिकं. तर्हि योगेन विभक्तिः का? तृतीया विभक्ति, तृतीया विभक्ति. सो नौ यु केन् रीड् द इङ्ग्लिश् ट्रान्स्लेशन्. आङ्ग्लभाषायां यद् लिखितमस्ति तत् पठतु. By using one's intellect, one's fear is pushed away, scared away, by penance, one attains the supreme. By service to one's person, knowledge is obtained, and one achieves peace by yoga. Tahi, buddhihi, tapaha, athava tapas, shushrusha, yogaha, iti chatvari, manava jeevane, param avashyakani, bhavanti. They all required for us. Astu dhanyavadaha. Gatavarge yatra samapitavantaha tataha eva kurmaha. Aham graharu kshamita. Graharupa karyena kshamita. Graharupa rupena aham panchadasha tamam अवसर्पणी कुर्वन्तु इति अहम् उक्तवती. तत्र यत्र गृहकार्यमस्ति तत्र केन कृतं, केन कृतं? हू हेज़् डन् इट्? एनिबडि हेज़् एनिबडि डन्? या उच्चैः वदतु विजय महोदय, उच्चैः वदतु. गर्जति. बहुवचनरूपाणि लिखतु. रैट् प्लूरल् फार्म्. सिंहः गर्जति, सिंहाः गर्जन्ति. उत्तमम्. बालकः हसति, बालकाः हसन्ति. बालकाः हसन्ति. हलो, सम्यक् अस्ति, उत्तमम्. वानर उत्पत्ति, उत्पतति, उत्पतति. वानर उत्पतन्ति, वानराः, वानराः उत्पतन्ति. सम्यक् अस्ति. मेघः आगच्छन् आगच्छति, मेघाः आगच्छन्ति. उत्तमम्. व्याघ्र धावति, व्याघ्रः धावति, व्याघ्राः धावन्ति. जननी ददाति, जननीय भवति. जनन्यः, जनन्यः भवति, ददति. करेक्ट्, ददति. तत्र बहुवचने ददति एव अस्ति. शिशुः दुग्ध, दुग्धं पिबति. शिशुवः, शिशुवः, शिशवः, क्षम्यतां, शिशवः दुग्धं पिबन्ति. उत्तमं, धन्यवादः. दुग्धं, दुग्धं, दुग्धमेव भवति, न तु दुग्धानि, दुग्धम् एव भवति. धन्यवादः विजयन्, उत्तमम्. अग्रे विजय थङ्की महोदय, कर्तुमिच्छति किम्? सोरि मेम्. नैव वा? आम्. नेच्छति, नेच्छति किम्? अस्तु, तर्हि तत्र विशालाक्षी भगिनी कर्तुमिच्छति किम्? नैव. नैव. अनीता भगिनी कर्तुम् इच्छति किम्? मैम, आई वुड लाइक टू ट्राई, आई हैव नॉट डन दी होमवर्क बट. अस्तु अस्तु, प्रयत्नं करोतु. यस मैम, आई लाइक टू ट्राई. अद्य कक्षा असन्ति. सन्ति, नाट् असन्ति. अद्य कक्ष्याः सन्ति. अद्य कक्ष्याः सन्ति. ओके, अद्य कक्ष्याः कक्ष्याः सन्ति. कक्ष्याः सन्ति. नदी नदी वहन्ति. Nadi also has to become plural. Why? Because if you keep Nadi, then it is one Nadi and you are taking the verb for many Nadi. So you can't do that. Tatha na karniyam. Tarhi, Nadi iti shabdasya bahu vachanam rupam kim? Nadi hi. Nadyaha. Okay, sorry. Nadyaha vahanti. Agrimam. Uparah atati. So it will be kukraha atanti. Uttamam. Kukraha atanti. Uttamam. Agrimam. Deepah bhati. It will be deepyah bhanti. Deepah. Why? Because akaranta. Nadi became Nadiha because the end, you have to see the end, mostly the... Yes. The end is what you... Antaha, that's the beauty of the language. As soon as you know one rule, you know all of the rules for that particular word. Astu. Deepaha bhanti. Agrimam karodi? Deepaha bhanti. Next is putraha pathanti. Uttamam. Putri Gitam Shrunanti. So it will be Putrim Gitam Shrunanti. Vijay Mahodai Kritavan Kip. Kavita Mahodaya. Bhavati Kritavati. धन्यवादः अनीता भगिनी. इदानीं शृणोतु. ओके मैम, धन्यवादः. नो नो, बट् इट् इस् अ गुड् थिङ्ग् यु ट्रैड् बिकास् ओन्ली दीस् एट्लीस्ट् अकारान्त नौ यु नो देट् यु नो एण्ड् यु नो द वर्ड्स्. सो यु नो वित् प्रेक्टिस् एव्रिथिङ्ग् विल् कम्. नाट् टु वरि. ओके, थेङ्क् यु. स्वागतं. पुत्री गीतं शृणोति. पुत्र्याः गीतं शृण्वन्ति. शृण्वन्ति. उत्तमम्. जनकः गायति. जनकाः गायन्ति. सेवकः प्रक्षालयति. सेवकाः प्रक्षालयन्ति. रामः रामः अनुगृह्णाति. रामाः अनुगृह्णन्ति. गृह्णन्ति. गृह्णन्ति. अश्वः चरति. अश्वाः चरन्ति. अहं मिलामि. वयं मिलामः. अहं खादामि. वयं खादामः. अहं जानामि. वयं जानीमः. जानीमः. जानीमः. तत्र किम् पठतु. धन्यवादः कविता भगिनी. विजय थङ्की महोदय पठतु. किञ्चित् पुनःस्मरणरूपेण पठतु. कृतवन्तः एव परन्तु. लिखति. लिखन्ति. लिखामि. लिखामः. पठति. पठन्ति. पठामि. पठामः. क्रीडति. क्रीडन्ति. क्रीडामि. क्रीडामः. पिबति. पिबन्ति. पिबामि. पिबामः. स्नाति स्नान्ति स्नामि स्नामः पश्यति पश्यन्ति पश्यामि पश्यामः गच्छति गच्छन्ति गच्छामि गच्छामः उत्तमं धन्यवादः विशालाक्षी भगिनी पुनःस्मरणरूपेण करणीयमिति अहं कुर्वन् अस्ति कुर्वती अस्ति कुर्वती अस्मि क्षम्यतां करोति कुर्वन्ति करोमि क्षम्यताम् एतानि अपवादानि पदानि ओके दीस् आर् एक्सेप्शन्स् दीस् डोण्ट् फालो द रूल्स् लैक् सो लैक् जानामि जानीमः इट् डज़न्ट् बिकम् जानान्ति दट्स् द रीज़न् तदर्थम् एव पठामः पठतु करोति कुर्वन्ति करोमि कुर्मः शृणोति शृण्वन्ति शृणोमि शृणुमः अर्थः कः शृणोति इति शब्दस्य हियर् हियर् इफ् एनिबडि डस् नाट् नो द मीनिङ्ग् आफ् द वर्ड्स् प्लीज़् रेज् युर् हेण्ड् एण्ड् चेक् पठतु इट् इस् गिवन् देर् ददाति ददति ददामि दद्मः जानाति जानन्ति जानामि जानीमः शक्नोति शक्नुवन्ति शक्नोमि शक्नुमः प्राप्नोति प्राप्नुवन्ति प्राप्नोमि प्राप्नुमः धन्यवादः सो तथा भवति एतत्तु कृतवन्तः एतदपि कृतवन्तः तत्र हा नीता भगिनी शीघ्रं पठतु धन्यवादः विशाक्षी वाहनानि ओ द स्लाइड इज गॉन आगच्छति आगच्छति वृषभ शक्तम् वृषभ शकटम् वृषभ शकटम् अश्वशकटम् द्विचक्रिका स्कूटर् यानं बैक् यानं कार् यानं त्रिचक्रिका भारवाहकम् आटो यानं लोकयानं ट्रक् यानं परन्तु ट्रक् यानम् सम्यक् अस्ति रुग्णवाहकम् उत्तमं धन्यवादः धन्यवादः कविता भगिनी वाहनानि भाटकयानं स्यन्दनं विपाणिषट्कं विपणिशकटं व्योमयानं व्योममण्डले गच्छति किल तदर्थं व्योमयानं पोतः श्रमिकवाहनं अग्निशामकवाहनं रज्जुयानं इट् इस् अ रोप् though it can't be seen clearly but that is sorry it is that what you call the cable no cable car dhanyavaadah विजय महोदय, विजयकुमार महोदय. वाहनानि, रेलयानं, मेट्रोयानं, विमानं, उदग्रयानं, नौका, महानौका, क्षेपणी, उपग्रह. उपग्रहः. उपग्रहः. धन्यवादः. तत्र के के आगतवन्तः? तत्र मीनू भगिनी. नमो नमः भगिनि. नमो नमः. पठतु भगिनि. वाहनानि, बस्, वाहनानि, वाहनानि, वाहनानि, वाहनानि, बस स्थानकं, रेल स्थानकं, विमानपतनं, विमानपत्तनं, नौपत्तनं, शिबिका, शकटं, चक्रं, लोहमार्गः, मार्गः. धन्यवादः. यशस्विनी भगिनी. नमस्कारः. नमस्कारः भगिनी. पठतु, गायतु, गायतु. द्विचक्रिकारे, द्विचक्रिकारे, कुत्र गच्छति द्विचक्रिका, एवं वदतु. गीतं वाहनानि, द्विचक्र, द्विचक्रिकारे, द्विचक्रिका, नो द्विचक्रिका, द्विचक्रिकारे, द्विचक्रिकारे, द्विचक्रिका, कुत्र गच्छति द्विचक्रिका, कुत्र गच्छति द्विचक्रिका, ट्रिङ्ग् ट्रिङ्ग् घण्टानादं कुरुते, शालां गच्छति द्विचक्रिका, द्विचक्रिका. अर्थः वदतु, अर्थं वदतु, अर्थः कः? ऐल् टेल् यू. दे आर् टेलिङ्ग् द टू वील्ड् वेहिकल्. वेर् आर् यू गोयिङ्ग्? एण्ड् यु आर् रिङ्गिङ्ग् द बेल्. वेर् आर् यू गोयिङ्ग्? यू आर् गोयिङ्ग् टुवर्ड्स् द स्कूल्. No, no, you, is it you? No, no, one minute. Is it you, Gachati? Kutra Gachati, Dvichakrika? Where are you all going? Where are you all going? No, no, no, no, no. You is not there. No, where Gachati is the vehicle going? Sorry. Where is Purushaha, the vehicle going? Purushaha kaha? Yeah. Gachati ti shabdasya, Purusha kriyapadasya. Purushaha kaha? Purushaha kaha? What is the Purusha? This one. Gachati is Uttama Purusha. Gachami is which Purusha? Gachami is Uttama Purusha. Gachati, Gachati is which Purusha? Anybody? Prathama Purusha, Prathama. Prathama Purusha. पुरुषः इति वदनीयं. पुरुषः. उत्तमं. द्वितीयं पठतु, द्वितीयं वाक्यं. त्रिचक्रिकारे, त्रिचक्रिका, कुत्र गच्छति, कुत्र गच्छति, कुत्र गच्छति त्रिचक्रिका, टर् टर् टर् टर् नादं कुरुते, विपणिं गच्छति त्रिचक्रिका. ओके, त्रिचक्रिका इति, हा, त्रिचक्रिका इति पदस्य त्रिवीला. हा, तो वन् मिनिट्, वन् मिनिट् भगिनि, वन् मिनिट् भगिनि, एकः निमेषः भगिनि, एकः निमेषः. त्रिचक्रिका इति शब्दस्य लिङ्गं किम्? See, chakrika is a, no? So it is a striling. Strilinge asti. Strilinge asti. Tasya tritiya vibhakti hi ka? Tasya tritiya vibhakti hi ka? Tritiya vibhakti is... Anybody? Tri chakrikaya. Naiva. Anybody else? Trichakrikaya. Malavat. Malaya. Trichakrikaya. Okay. Agrimam pathatu bhagini. Vipanim. Vipanim ityukte kim? What is vipanim? Market. Market. Okay. Karyanam. कुत्र तद् गच्छति रे झुं झुं झुं झुं झुं झुं झुं झुं झुं झुं झुं धावति कार्यालयं गच्छति रे कार्यालयम् इज कार्यानम् कार्य इज वर्क नो कार्यानम् वी जस्ट रेड द वाहनानि कार्यानम् इट इज एक्चुअली तत्र कार्यालयं किं तत्र अर्थः कः कार्यालयम् तृतीया विभक्तिः का कार्यालयम् इति शब्दस्य कार्यालयम् इस् द्वितीय अवयव कार्यालयं गच्छति रे कार्यालयं विल यू फाइंड आउट वेयर व्हाई इट इज द ऑब्जेक्ट व्हाई इज इट द ऑब्जेक्ट द कार दे आर गोइंग टू द ऑफिस ओके करेक्ट क्षम्यतां कार्यानं प्रथमा विभक्ति क्षम्यतां कार्यालयं उत्तमं द्वितीया विभक्ति अपि च कार्यालयं इति शब्दस्य तृतीया विभक्तिः का एवमेव वदनीयम् अस्तु अन्यः कोऽपि वदति कार्यालये नैव तृतीया विभक्तिः वन् मिनिट् मेनु भगिनि कार्यालयेन अस्तु धन्यवादाः भगिनि उत्तमम् इदानीं विजय थङ्कि महोदय नमस्ते भगिनि नमस्ते पठतु महोदय लोकयानं कुत्र तद् गच्छति रे ढुं ढुं ढुं ढुं धावति नगरभ्रमणं करोति रे ढ्रुं ढ्रुं ओके ढ्रुं डुम् नास्ति तत्र ड्रुम् ड्रुम् ड्रुम् ड्रुम् ड्रुम् ड्रुम् भवति नगरभ्रमणं करोति रे तत्र नगरभ्रमणं नो यु हेव् नाट् डन् देट् सो ऐ केनाट् आस्क् यु कुत्र गच्छति रे तदेव धावति कीदृशं पदं विजय सङ्कि महोदय धावति धावति ऐ वुड् रिक्वेस्ट् एव्रिबडि टु बि आन् म्यूट् दोस् हु आर् नाट् म्यूट् मध्ये तिष्ठन्तु नैव धावति गच्छति क्रियापदं पठति क्रियापदमस्ति क्रियापदं पुरुषः कः क्रियापदस्य धावति इति पद प्रथमपुरुषः उत्तमम् अग्रिमं पठतु रेलयानं कुत्र तद् गच्छति रे चुक्चुक्चुक्चुक् गीतं गायति मातुलग्रामं गच्छति रे मातुलग्रामं गच्छति रे झुकु झुकु झुकु झुकु अस्ति तत्र चुक्चुक्चुक्चुक् वयं वदामः परन्तु तत्र लिखितं तु अस्ति झुकु झुकु झुकु झुकु इति अस्तु अग्रिमं पठतु नौका सुन्दरनौका गच्छति नौका कुत्र ननु जलप्रवाहे मार्ग कृत्वा द्रिपगुहं मार्गः एकनिमिषः तत्र कुत्र मीनुभगिनी तु म्यूट् मध्ये अस्ति. अस्तु, भवतः गृहतः एव शब्दः आगच्छति किम्? अस्तु, चिन्ता नास्ति. मार्गं कृत्वा, जलप्रवाहे मार्गं कृत्वा दीपगृहं सा गच्छति रे. तर्हि नौका इत्युक्ते किम्? बोट्. बोट् शिप्. ओके, जलप्रवाहे मार्गं कृत्वा, कृत्वा, रिमेम्बर् देट् ऐ एम् जस्ट् गिविङ्ग् युर् इन्फर्मेशन् बिकास् युर् विल् कम् अक्रास् द वर्ड्स् वेन् युर् रीड्. सो कृत्वा, आल् दीस् त्वा, दोस् वर्ड्स् विच् एण्ड् इन् त्वा, इट् मीन्स् आफ्टर् हेविङ्ग् डन्. फार् एक्साम्पल्, कृत्वा मीन्स् आफ्टर् डूयिङ्ग्, पठित्वा मीन्स् आफ्टर् रीडिङ्ग्, खादित्वा मीन्स् आफ्टर् ईटिङ्ग्. ओके, सो कृत्वा, मार्गं कृत्वा, जलप्रवाहे इन् द water, in the flow of the water, it makes a road of its own and it goes this ship. Dvipa graham sa gachhatire, the lighthouse. Dvipa graham, dvipa graham gachhatire. What is nanu? What is nanu? Nanu is, it's a question of asking, isn't it, where is it going? It's like an rhetoric. Kutra nanu, nauka kutra nanu, like that. Nanu pathaniyam, pathaniyam nanu, that means we should read, isn't it, like that. Nauka, nauka, sundara nauka, gachati nauka, kutra nanu, where is it going? Nanu is just an addition over there, it's an accessory. Where is it going? No, we write, no, no men, we tell like that, no, isn't it, no, no, we tell sometimes that way only, nanu. Astu. अग्रिमं पठतु. बृहदाकाशे बृहद् विमानं कुत्र कुत्र तद् गच्छति रे. जुयि जुयि जुयि जुयि डयते जगत्प्रवासं करोति रे. अर्थं वदतु, अर्थं वदतु. एरोप्लेन् इस् बृहद् आकाशे, बिग् स्काय्, बृहद् विना विमानं, बिग् एरोप्लेन्. झुयि झुयि झुयि झुयि डयते, डयते मीन्स् वाट्? डयते मीन्स् फ्लै, फ्लै, या फ्लै. सो जगत् प्रवासं, इट् गोस् रौण्ड् द ग्लोब्, जर्निङ्ग् द वर्ल्ड्. ओके, देर् इट् इस् नाट् दीपगृहं, सो इट्स् नाट् अ लैट् हौस्, सोरि, द्वीपगृहम् अस्ति, सो इट् इस् एन् ऐलेण्ड्. ओके, द्वीपगृहम्, it could be that also. Astu, dhanyavadah mahoday. This we have done. Idani. Atra Meenu Bhagini. क्षम्यतां, विशालाक्षी भगिनी, विशालाक्षी भगिनी पठतु भगिनी. सुभाषितं मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम्. अ बोल्ड पर्सन एमिंग टू अकम्प्लिश टास्क डज नॉट काउंट द डिफिकल्टीज और कम्फर्ट्स. Over here it says a bold person, but I would say manasvi, that means one who has the mind of doing, one who is determined to do. Okay, instead of saying yeah. bold person, I would prefer to say that. Dhanyavada. Etatu Geetam asti, Geetam tatra hyperlink parisandhi sandhyam asti. तत् भवन्तः एव शृण्वन्तु, बिकास् द साङ्ग्स् आर् गुड्, बट् ऐ एम् नाट् अ सिङ्गर्, सो ऐ विल् डेफिनेट्लि नाट् बि एबल् टु सिङ्ग् द वे इट् हेस् बीन् डैरेक्टेड् टु सिङ्ग्, बट् ऐ वुड् रेकमेण्ड् दोस् हु आर् इण्ट्रेस्टेड् प्लीस् लिसन् टु द साङ्ग्, इट् इस् गुड्. अस्तु, एतत् सर्वं कृतवन्तः एव, तर्हि अहं न तत्र पुनः गच्छामि, गृहकार्यरूपेण दास्यामि. एतत् सर्वं कृतवन्तः, तत् सर्वं कृतवन्तः एव. क्रीडतु. एतत् इदानीं मास्तु. क्षम्यताम्. हा, यशस्विनी भगिनी, यशस्विनी भगिनी अस्ति किम्? हरि ओम्. श्रूयते वा मम? सोरि, ऐ वास् आन् म्यूट्. ऐ गो विल् बि अहं गच्छामि. प्लूरल्? बहुवचने वदतु. करेक्ट्, बहुवचने वदतु. अहं विल् बिकम् आवां. वयम् आवां इन् वयम्. सो इट् विल् बि वयं गच्छामः. अस्तु, अहम् एकं कार्यं करिष्यामि, तत् अहं गृहकार्यरूपेण एव दास्यामि. ओके, बिकास् ऐ थिङ्क् सम् रिविजन् इस् रिक्वायर्ड् फार् एव्रिबडि. सो वैल् डूयिङ्ग् द होम्वर्क् इट् विल् बि ईज़ि फार् यु आल् टु रिवैस्. अस्तु, अस्तु किम्? तर्हि नूतनः विषयः. सो दीस् संख्याः, नम्बर्स्, ते विशेषणाः. They are adjectives, just like you say 1 pen or something like that. And how are these to be used? There also, in English you say 1 pen, 1 pencil, but here, depending on the gender of the noun, you will change the number. Okay. So, idanim, Yashaswini Bhagini, patatu. Okay, over here there is a typographical error. Tatra sankhyasu nasti. संख्यासु लिङ्गभेदः, संख्यासु महाप्राणः अस्ति तत्र. पठतु यशस्विनी भगिनी. संख्यासु लिङ्गभेदः. संख्या, एकनिमिष, कोऽपि वक्तुं शक्नोति किम् संख्यासु तस्य विभक्तिः का इति? संख्यासु कोऽपि वदतु. संख्यासु, वन् मिनिट्, इट् इस् इन् द षष्टि ऐ थिङ्क्. नैव नैव, वन् मिनिट् अन्यः कोऽपि? इट् इस् फार् थिङ्ग्स्. संख्यासु अमङ्ग्, बट् वाट् इस् द विभक्तिः? विभक्ति इस् अन्यः कोऽपि? सप्तमी. उत्तमं, सप्तमी अस्ति, उत्तमं. संख्यासु लिङ्गभेदः, पठतु इदानीम्. एक पुल्लिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः. एकः, एका, एकम्. ओके, एकः, एका, एकं. क्षम्यतां. तत्र नित्यरूपेण अस्ति, अस्ति, अस्ति, विच् मीन्स् एका, स्त्री, अस्ति. इट् विल् नेवर् बिकम् सन्ति, बिकास् इट् इस् नित्य एकवचने. It is a verb, it is asti, but it will always be in the singular. या एकः अस्ति एका अस्ति एकम अस्ति एकम् एकं सोरि द्वौ स्तः वाट् इस् दट् क्रास् एण्ड् द्वयं नो नो ऐ टेल् यू दट् यू रीड् द ब्लू ब्लू द्वौ स्तः अस्ति द्वे स्तः अस्ति द्वे स्तः अस्ति no no you should not read it like that okay dvau staha means there are two dve staha yeah. means there are two but female dvau is male dve again over here is napumsakam just like saha taute like that only sate taha tatte tani like that only this also becomes dvau dve dve okay now there is an option okay instead of saying dvau purushau okay instead of saying dvau purushau you can say purusha dvayam but there you say dvau purushau stah there are two men but when you put dvayam then you will treat it as a singular so dvau purushau stah parantu purusha dvayam asti dvayam there are two but when you use it in this way there is an optional way of telling the sankhya okay. so instead of saying purusha dvayam stah you cannot say although there are two because that is the grammar rule when you say dvayam at that time or trayam or chaturtham chatushtayam kshamitam at that time you will say asti okay has everybody understood yeah prashnah santi kim nahi अस्तु पठतु भगिनि त्रयः सन्ति नैव अर्लियर् वन् द्वयम् अस्ति द्वयम् अस्ति ओके सो यु हेव् टु रिमेम्बर् देट् अस्तु धन्यवादाः भगिनि धन्यवादः मीनू भगिनि त्रयः सन्ति द्वित्रः सन्ति त्रीणि सन्ति पुल्लिङ्गत्रयम् अस्ति स्त्रीलिङ्गत्रयम् अस्ति नपुंसकलिङ्गत्रयम् अस्ति इन्स्टेड् आफ् देट् लेट् अस् टेक् पुरुष स्त्री एण्ड् पुस्तकं सो पुरुषत्रयम् अस्ति स्त्रीत्रयम् अस्ति पुस्तकत्रयम् अग्रिमं पठतु चत्वारः सन्ति चतस्रः सन्ति चत्वारि सन्ति पुरुषचतुष्टयम् अस्ति स्त्रीचतुष्टयम् अस्ति फलं चतुष्टयम् अस्ति फलचतुष्टयम् अस्ति This rule applies only to the first four. Beyond that, all of them become pancha, pancha, pancha, shat, shat, shat. Okay, patatu. Pancha santi, pancha santi, pancha santi. Pancha purushaha santi, purushaha santi. Pancha striyaha santi, pancha pustakani santi. So you don't make it pancha. We address five. Yeah, this is the only way that you address anything above five. So, pancha purushaha santi. And strayaha, will it be? Tri strayaha? Strayaha, yeah. Tri, nadyaha, nadyaha vat. Strayaha pancha santi. फलानि पञ्च सन्ति उत्तमम् अग्रिमम् अग्रिमं षट् एकनिमिष एकनिमिष धन्यवादः भगिनि नीता भगिनि षट् सन्ति शत सन्ति Shat Santi Sant. All are the same, right? Yeah. Shat, Shat, Shat. Dasha. Okay. So it will be... You read only one column, Bhagini, no problem. Suppose I want to say stri. Shriha. Yeah. Striha. Shata santi. Striha. Shata santi. Shat. Okay. Striyah shat santi. It will be same only, na? Striyah. Pustakani shat santi. Shat pustakani santi. Okay. Pustakani shat santi. And? Since this is an adjective, Bhagini, you have to use it before the noun only, okay? You can't put it after. Okay, okay. Okay, ma'am. And the last one will be? Shatam and Sahasram. Okay? Shatam is 100 and Sahasram is... There are more exercises in this room. Okay, okay. Mim Bhagini, Tatra Traya Nasti Kshamyatam, Triya Asti. Triya. कविता भगिनी दिस् इस् अ लिटल् बिट् एड्वान्स् बट् जस्ट् रीड् इट् फार् फार् इन्फर्मेशन् दट्स् आल् भगिनी नोट् इन् आर्डर् टु ग्रुप् लार्ज् क्वाण्टिटीस् वितौट् यूसिङ्ग् नम्बर्स् वन् आफ़् द बिलो केन् बि यूस् ओघः समूह गणः सिन्स् ग्रूप्ड् टुगेदर् दे टेक् सिङ्गुलर् फार्म् अधिकं जलम् जलम् प्लस् ओघः इस् इक्वल् टु जलं योग ओघः इस् इक्वल् टु जलौघः सो यू वाण्ट् टु टेल् देट् देर् इस् अ क्वाण्टिटि अ पर्टिक्युलर् क्वाण्टिटि आफ़् वाटर् ओके सो लैक् एन् ऐलेण्ड् आर् सम्थिङ्ग् लैक् देट् ओके सो ओवर् देर् यू विल् से यू केनाट् कौण्ट् रैट् यू काण्ट् टेल् वन् वाटर् टु वाटर् नो सो जलौघः अस्ति Some water is there, large quantity of water. Aneke janah, jana, janah, yoga, ogah, jan, yoga, ogah, janaugah. Multitude of people, janaugah, pashyati. Dhanyavadah, Bhagini. Vijay Kumar Mahode. Chhatra naam, samuha. Naam, naam. Chhatra naam, samuha. Naam, neva. Naam, naam is danta. तत्र मूर्धन्य ण ण युवर् टङ्ग् इस् टु ण छात्राणां छात्राणां समूह छात्रम् अयोग समूह छात्रः महोदय समूहः छात्रः समूहः छात्रः अयोगः समूहः छात्रः अयोगः समूहः अयोगः नैव योगः छात्र योगः अयोगः इस् जस्ट् विपरीति विपरीतक्षमता विपरीत अर्थः समूहः छात्रसमूहः ग्रूप् आफ् स्टूडेण्ट् समूहः छात्रसमूहः योगः गणः गजः योगः गणः गजानाः गजगणः औ गजगणः ग्रूप् आफ् एलिफेण्ट् गजगणः पीडयति सो इफ् यु अब्सर्व् पीडयति स्ट्रग्लिङ्ग् पीडयति पीडयति. इट्स् ट्रब्लिङ्ग्. सो ग्रूप् आफ् एलिफेण्ट्स् आर् ट्रब्लिङ्ग्, आर् ट्रब्लिङ्ग्, देट्स् इट्. ट्रब्लिङ्ग् हूम् इस् नाट् देयर् ओवर् हियर्. सो इफ् यु ओब्सर्व् वेन् यु एड् ओके जलम् एण्ड् ओघः, द म गोस् अवे, जल ओघः, जनः योगः, ओघः बिकम्स् जन ओघः, छात्रः प्लस् समूहः अयोगः समूहः बिकम्स् छात्र योगः समूहः, तथैव गजः योगः गणः, गज योगः गणः भवति, अपि च तत्र सन्धिकार्यमस्ति, सन्धिकार्ये प्रति कार्यं प्रति अहं न गच्छामि. अस्तु, एतत् सर्वमहं तत्र विजयचङ्कीमहोदय. नमस्ते भगिनि. इदानीं वदतु, पठतु अपि च उत्तरयतु. कति सन्ति, हौ मेनि? कति पाण्डवाः सन्ति? पाण्डवाः सन्ति, पञ्च पाण्डवाः सन्ति. कति कौरवाः सन्ति? षट् कौरवाः सन्ति. शतं. कति वासराः सन्ति? सप्तवासराः सन्ति. कति वेदाः सन्ति? चत्वारः वेदाः सन्ति. ग्रहाः कति सन्ति? नवग्रहाः सन्ति. उत्तमं, धन्यवादः. एक्स्क्यूस् मी मैम्, यस्, व्हाट इज वासरा? डेज ऑफ द वीक, हाउ मेनी डेज ऑफ द वीक? ओके, वासरा, थैंक यू, वीक दैट. अस्तु, सो रविवासरः, सोमवासरः. अस्तु, विशालाक्षी भगिनी. पठतु. सन्ति इति लिखतु. कति सन्ति इति लिखतु. हा, कति सन्ति इति लिखतु. युतकम्. युतकम्. युतकम्. युतकम् एकः. एकं युतकम् अस्ति. एकं युतकम् अस्ति. ओके, वै नाट् एकः एण्ड् एकम्? बिकास् वि जस्ट् लर्न् देट् इट् इस् एकः. एकः, एका, एकम्. एकः फार् पुंलिङ्गम्, एका स्त्रीलिङ्गे अस्ति, अपि च एकं नपुंसकलिङ्गे. एकं नपुंसकलिङ्गे. शुनकः, शुनकः. कति शुनकाः सन्ति? नौ सी, वेन् ऐ एम् आस्किङ्ग् द क्वश्चन् ऐ विल् नाट् से शुनकः. वै? बिकास् ऐ एम् आस्किङ्ग् हौ मेनि आर् देर्. ओके, इन् इङ्ग्लिश् हौ मेनि बुक्स् आर् देर्? इवन् इफ् देर् इस् वन् बुक् इन् द क्वश्चन् यु विल् आस्क् इन् द प्लोरल् ओन्लि. सो कति युतकानि सन्ति? एकं युतकम् अस्ति. एकं युतकानि सन्ति. एकं युतकम् अस्ति. अस्ति, अस्ति. ओके, एकं युतकम् अस्ति. कति शुनकाः, शुनकाः सन्ति? हा, उत्तमम्. चत्वारि शुनकः सन्ति. चत्वारः शुनकः अस्ति. एकनिमिषः. पठतु. एकः, एका, एकं. द्वौ, द्वे, द्वे. त्रयः, तिस्रः, त्रीणि. चत्वारः, चतस्रः, चत्वारि. पठतु. एकः एका एकं द्वौ द्वे द्वे त्रयः तिस्रः त्रीणि चत्वारः चतस्र चत्वारि पञ्च पञ्च पञ्च षट् दश शतं सहस्रम् अलम् अलम् अलम् अलम् अलम् देट् मीन्स् इनफ् वदनेन अलम् इनफ् अस्तु ओके ओके इदानीं कति शुनकाः सन्ति चत्वारि नैव चत्वारि चत्वारः शुनकः अस्ति सन्ति चत्वारः सन्ति प्लूरल् सन्ति अग्रिमं करोतु कति पिपीलिका लिका सन्ति त्रीणि कति क्षम्यतां कति पिपीलिकाः सन्ति पिपीलिकाः सन्ति त्रीणि किमर्थं स्त्रीलिङ्गं लिङ्गं किं स्त्रीलिङ्गं सो फार् स्त्रीलिङ्गं वाट् इस् द एडिक्टिव् ओवर् देयर् फार् नम्बर्स् सी ओवर् देयर् त्रयः तिस्रः त्रीणि त्रयः तिस्रः त्रीणि सो तिस्रः पिपीलिकाः सन्ति तिस्रः तिस्रः पिपीलिकाः पिपीलिकाः तिस्रः पिपीलिकाः सन्ति पिपीलिकाः सन्ताः सन्ति ओके धन्यवादः धन्यवादः मीनू भगिनि पिपीलिकाः सन्ति मीनू भगिनि कति गजाः सन्ति पञ्च गजाः सन्ति उत्तमम् अग्रिमं कति सिंहाः सन्ति द्वौ सिंहौ सन्ति नैव विल् बि तः उत्तमं सो क्षम्यता द्वौ सिंहौ स्तः कति धेनुः धेनवः गुरुवः गुरुशब्द सन्ति एका एका उत्तमम् एका धेनुः अस्ति उत्तमम् उत्तमं धन्यवादः भगिनि कविता भगिनी मक्षिका आदौ प्रश्नं पृच्छतु कति कति मक्षिकाः सन्ति उत्तमं द्वै द्वै मक्षिका अस्ति नैव नैव अस्ति मीन्स् हौ मेनि आर् देर् वन् सो यु हर् यु हेव् टु डु एक्साक्ट्लि लैक् हौ मीनु भगिनी डिड् द सिंहः क्षम्यतां मक्षिका तत्र स्त्रीलिङ्गे अस्ति किल तर्हि तर्हि धेनुः वत् बट् द एण्डिङ्ग् इस् डिफ्रेण्ट् सो मालावत् कति मक्षिकाः सन्ति कति मक्षिकाः सन्ति द्वे द्वे मक्षिका द्वे द्वे द्वे मक्षिकाया सन्ति मक्षिके एव्रिबडि हेस् टु डू दोस् विभक्तिस् एव्रि डे फार् सम् टैम् टिल् इट् कम्स् माला माले माला हास् कम् इन् युर् स्लीप् आल्सो सो ऐ नो इट् इस् वेन् यु डोण्ट् रिवैस् ऐ केन् अण्डर्स्टाण्ड् तत्र समयस्य क्लेशः तु अस्ति एव सर्वेषां कृते परन्तु करणीयम् अस्तु सो कति मक्षिकाः सन्ति वदतु इदानीं द्वे द्वे मक्षि द्वे मक्षि मक्षि के हा द्वे मक्षिके सन्ति अहा नैव स्तः स्तः सो देट् हेस् टु बि अस्ति स्तः स्तः इस् फोर् टु नो अस्ति स्तः सन्ति अस्तातु अस्ति स्तः सन्ति गदर्भ नी कति गदर्भः अस्ति कति गर्दभाः सन्ति कति गर्दभाः सन्ति एकः गर्दभाः अस्ति गर्दभः गर्दभः अस्ति उत्तमं व्याघ्रः कति व्याघ्राः अस्ति सन्ति कति व्याघ्राः सन्ति कति व्याघ्राः सन्ति व्याघ्रः इस्मेन् त्रयः उत्तमं त्रयः व्याघ्राः अस्ति स्तः इस् फोर् टु सो सन्ति त्रयः व्याघ्राः सन्ति उत्तमं धन्यवादः भगिनी तत् विजयकुमार महोदय कति अर्धोरुकम् अर्धोरुकम् अर्ध इस् हाफ् एण्ड् उरुकम् इस् पेण्ट् सो अर्धोरुकम् इस् हाफ् पेण्ट् कति अर्धोरुकं कति अर्धोरुकानि सन्ति अर्धुक उरुकम् ओवर् इस् इन् नपुंसकलिङ्गं सो तदर्थम् अर्धोरुकं नपुंसकलिङ्गे अस्ति तदर्थं बहुवचनं किम् पुस्तकम् इति शब्दस्य बहुवचनं किम् पुस्तकानि तर्हि अर्धोरुकम् इति शब्दस्य बहुवचनं किम् इदानीं प्रश्नं पृच्छतु कति अर्धोनिकानि अर्धोरुकानि अर्धोरुकानि उत्तमं कति सन्ति वदतु षट्कानि सन्ति उत्तमं माला कति माला अस्ति कति मालाः मालाः अस्ति सन्ति अस्ति यु शुड् आल्वेज् रिमेम्बर् इट् इस् ओन्ली सिङ्ग्युलर् but we are putting it in the plural the question is always in the plural kati malaah santi kati shat kati shat kati punah na vadaniyam kati is the question how many so in the answer how many will not come right so kati malaah santi shat malaah santi santi shat malaah santi ऊरुकं कति ऊरुकम् कति ऊरुकम् इन् द क्वश्चन् आल्वेस् प्लोरल् प्रश्ने तु बहुवचनम् एव भवनीयं कति ऊरुकं सन्ति उत्तमं द्वे ऊरुकम् इस् वन् सो ऊरुकं विल् बिकम् ऊरुके ऊरुके किमर्थं नपुंसकलिङ्गे अस्ति पुस्तकं पुस्तके पुस्तकानि वनं वने वनानि तावत् तथा करणीयम् नैव नैव अस्ति स्तः सन्ति अस्ति स्तः सन्ति इदानीं वदतु स्तः स्तः स्तः द्वे ऊरुके स्तः स्तः has everybody understood? Sarve avagantaha kim avagata gantavantaha avagatavantaha kshamyatam. Can you just repeat this asti staha and just santi asti staha santi asti is for singular, staha for dual, and santi for plural. So next is graha yo ekanimisha agrimam dhanyavadah mohode dhanyavadah ha vijay thanki mohode नमस्ते भगिनी पठतु. कति गृहगोधिकाः सन्ति? षट् गृहगोधिकाः सन्ति. उत्तमम्. कति चौलाः सन्ति? चोलाः. कति चोलाः सन्ति? षट् चोलाः सन्ति. कति शाटिका? शाटिका. कति शाटिकाः सन्ति? पञ्चशाटिकाः सन्ति. उत्तमं, धन्यवादः. विशालाक्षी भगिनी. कति, दिस् इस् वाट् पुल् दिस् थिङ्ग्, कति पादा शुकानि शुकानि पादां शुकानि पादां ओके डाट् इस् दिर् अप् पादां शुकानि सन्ति. उत्तमं. चत्वारि चत्वारि चत्वारः चतस्रः अण्ड् चत्वारि ओके चत्वारि पादाशुकं पादांशुकानि शुकं शुकानि बिकास् प्लोरल् नो पादांशुकानि सन्ति. कति शिरस्रमाणि शिरस्त्राणि ओके शिरस्त्राणि शिरस्त्राणि सन्ति. षट् शिरस्त्राणि षट् सन्ति वा? पट् पुनरेकवारं गणनं करोतु. वन् टु त्री फोर् सप्त सप्त सप्त शिरस्त्राणि सन्ति. सारि, चिन्ता नास्ति. कति अन्तर्युत्कानि अस्ति? दिस् विल् नाट् बि नीड् this will not be ni. Why? Because there is no ra over here, or rather after the ra there is a ya, and that's why it took. Yeah, antar yutkani yutkani antar yutkani kati antar yutkani santi. Hari Om shruyate kim? Hari Om. श्रूयते किं मम ध्वनिः? आं भगिनि. कुत्र गतवती? विशालाक्षी भगिनी एव गतवती. चिन्ता नास्ति, मीनु भगिनी वदतु. ऐ हेव् अ क्वश्चन् भगिनि. दिस् अन्तर्युतकानि, इट् इस् नाट् युतकानि बिकास् इट् हेज़् अ र. इट् हेज़् अ र, बट् इट् हेज़् गाट् अल्फाबेट्स् विच् अवाय्ड् द this one, the na from becoming na. Achha, okay. Virodhakaah santi. There is a rule. I can send you the rule separately. I don't think there's any harm in your knowing the rule. Though it is not in your syllabus. I'm find out, don't worry. I just forgotten it because not in touch. So I was wondering, there is a sutra for that, but I was not remembering it. So there are some alphabets. So, okay, I will. As far as it is. Okay, which should I read? Antimam. Kati antar yuttakani santi panch antar yuttakani yuttakani yuttakani santi uttamam. Idani tatra मीनुभगिनी भवती एव पठतु कथा. कथा. एकः धनिकः सॉरी यत् अस्ति तत् अहं पश्यामि. यत् अस्ति तत् अहं पश्यामि. दैट विच इज देयर दैट आई सी. ओके. What is there is what I see. You'll understand what the title is when you read the story. Aam bhagini. Ekah dhanikah tasya vishalam gruham aparam aishwaryam kintu tasya sukham nasti sarvada aashanka tasya gruhasya. Ekah अर्थं वदतु. एकः आङ्ग्ल भाषया देर् वास् अ रिच् पर्सन् मेन् धनिकः हि हेड् अ ह्यूज् हौस् एण्ड् Aishwaryam will be wealth or facilities? Wealth. So, aparam will be endless or? Unlimited. Wealth. So, wealth includes everything, house and all that. Yeah. But, kintu, he did not have happiness. तस्य सुखं नास्ति. ऑलवेज सर्वदा आशंका शंका एक्चुअली डाउट. इट मींस डाउट बट आशंका ओवर हियर इज ऑलवेज रेस्टलेस काइंड ऑफ थिंग. ऑलवेज रेस्टलेस. सुखं नास्ति तर्हि दुःखम् अस्ति इति. दुःखम् अस्ति सर्वदा आशंका. धन्यवादः. अग्रिमं तत्र कविता भगिनी. नैव नीता भगिनी. क्षम्यतां नीता भगिनी. नास्ति सा नास्ति सा नास्ति. कविता भगिनी. तस्य गृहस्य परिसरे एकस्य निर्धनस्य जीर्णं कुटीरं तस्य गृहे धनस्य अभावः प्रतिदिनं भोजनं दुर्लभम्. सो दट् तत् कुटीरं तत् दट् इस् तत् इस् अ टैपो. ओके फोगेट् द तत्. तस्य गृहस्य परिसरे एकस्य निर्धनस्य जीर्णं कुटीरं. देर् वास् इन् फ्रण्ट् परिसरे नेक्स्ट् टु इन् द विसिनिटि nearby his house one poor man kutiram jeernam kutiram small kutiram dilapidated. Jeerna means like how torn clothes and all are there, no, like that. Vastrani jeernani we say, no, like that. So fully dilapidated kutiram is hut kutiram. Tasya grihe dhanasya abhava. Don't say abhavah, okay, because usually adinam means full day, so the meaning changes. Abhavah means no bhava, lack of. there was lack of wealth. Pratididam bhojanasy durlabham, bhojanam durlabham. Even getting food was difficult. दुर्लभं वा डिफिकल्ट् टु गेट् विजय महोदय धन्यवादः भगिनी धन्यवादः विजय महोदय मध्याह्नः ओवर् देयर् देयर् इस् अ विसर्ग आल्सो सो मध्याह्नः एकः मध्याह्नः निर्धनस्य तु अतिबुभुक्षा तथापि सः निराकुलः गायति यच्छाय यदृच्छया तस्य मधुरं गीतं धनिकः शृणोति एकः मध्याह्ने इन् आफ्टर्नून् वन् आफ्टर्नून् निर्धनस्य तु अतिबुभुक्षा निर्धनस्य मीन्स् The poor man was very hungry. Adi bubuksha. He was very hungry. Tatapi saha nirakula gayati. He sing a song. Even then, without any restlessness or without any worry, akulaha is worry, he was singing or he sang. Sang over here is wrong because we have started the story saying past tense in English, but otherwise he sings. Yadrichaya means suddenly. Oh. Suddenly. By itself. The sweet song. Dhanika means listening. No. Dhanika means wealthy man. The wealthy man. Hear the song. So that song was heard by the rich man. Dhanyavadah, Mahoday. Dhanyavadah. Vijay Thanki, Mahoday. Speak him. Vijay Thanki, Mahoday, Nasti. Vishalakshi, Bhagini. Yeah. विस्मितः धनिकः विस् यु केन् हियर् मी आम् विस्मितः विस्मितः धनिकः पृच्छति भवतः धनं नास्ति भोजनं नास्ति तथापि सन्तोषः अस्ति मम सर्वम् ऐश्वर्यम् अस्ति तथापि अहं सर्वदा व्याकुलः अस्मि अहं सन्तुष्टः नास्मि कुतः मम सुखं नास्ति एव इति सो ऐ विल् टेल् द मीनिङ्ग् वदतु विस्मितः मीन्स् सर्प्रैज़्ड् Yeah, he heard the song and he was surprised. And so he asked the poor man, you don't have wealth, you don't have food, even then you are happy. Mm-hmm. I have all the wealth and even then I am always restless. Vyakula is restless. Mm-hmm. Aham santushta nasmi, I am not happy. Mm-hmm. कुतः मम सुखं नास्ति वै डू ऐ नाट् हेव् वै एम् ऐ नाट् हेपि उत्तमं धन्यवादः मीना भगिनी ओके धन्यवादः अस्ति किं मीना भगिनी आं भगिनी निर्धनः प्रत्युत्तरति आर्य महाशय महाशय एषः वसन्तकालः सर्वत्र सौन्दर्यं व्याप्तम् आनन्दः प्रसृतः पशुपक्षिवर्गः नन्दन्ति अहम् अपि गायामि. So the, the poor man, he replies, Arya Mahashaya, this is addressing the king, the rich man. Correct. The rich man, that this is the springtime, and all around, Sarvatra Sondaryam Vyaptam, all around it is so beautiful. And Anandah Prasrutah, the happiness or joy is flowing. Prasrutah. Pashu Pakshi Vargaha Nandanti. Nandanti is singing. No, animals and birds are very happy. Anand, it comes from Anand, no? Nandanti. So animals and birds all are very, very happy. And so I am also singing. Aham api gayam. Uttama. Dhanyavadah. Kavita bhagini. Nirdhanah punah vadati yat asti tat aham pashyami ata santushtah asmi bhavan yat nasti tat pashyati atah nitaram chintakulah asti. Nirdhana, the poor man again replied, that which is there I see. Atha, that's why I am happy. Bhavan is the show respect. Jo hai, Bhavan, you. That which is not there, you see. That's why you are always anxious. Anxious, huh? Now, Meenu Bhagini, now you understood the title of the story, Yat Asti Tat Aham Pashyami. Yes, I understood, yes. It is very nice. Tattari Samapayamaha Samayana Atita Hayati Manye. Atra Samapayamaha Aneke Dhanyavadaha पुनर्मिलामः. धन्यवादः. धन्यवादः. वदतु भगिनि शान्तिमन्त्रं वदतु. क्षम्यताम् अहं विस्मृतवती. Sarve bhavantu sukhinah. It is not shown on the slide, Sarve. I don't remember it, that's all. Santu niramaya. Sarve bhavantu sukhinah. Sarve santu niramaya. Sarve bhadrani pashyantu. Ma kaschit dukha bhag bhavet. Om shanti shanti shanti shanti. Dhanyavadaha Kavita. Dhanyavadaha. Smaranartham. Smaritavati kila. Dhanyavadaha.